यज्ञम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनमद्यानिजन्मानि तानि सेविजन्यानि भोजितानि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानि योऽस्माद्वातत्वमते तस्येदम् पृथिवी सर्वामित्तस्य मान्दात्यात् स एव मानुषानन्दः क्रेजे शतम् मानुषानन्दाः स एव मनुष्यजम् सर्वानामानन्दः श्रोत्रियश्च जानामहतश्च क्रेजे शतम् मनुष्यजम् सर्वानामानन्दाः स एव देवगम् सर्वानामानन्दः श्रोत्रियश्च जानामहतश्च